ननु मनसा इति वचनात् न वाचिकानां कायिकानां संन्यासः इति चेत् न सर्वकर्माणि इति विशेषतत्व मानसानामेव सर्वकर्मणाम् इति चेत् न मनोव्यापारपूर्वकत्व वाक्कायव्यापाराणां मनोव्यापार अभावे तदनुपपत्तेः शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा सन्न्यस्य इति चेत् न नैव कुर्वन् न कारयन् इति विशेषणात् सर्वकर्मसन्न्यासः अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत् न नवद्वारे पुरे देहि आस्ते इति विशेषण अनुपपत्ते न हि सर्वकर्मसन्न्यासेन मृतस्य तद्देहे आसनं सम्भवति अकुर्वतः अकारयतश्च देहसन्न्यास इति सम्बन्धः न देहे आस्ते इति चेत् न सर्वत्र आत्मनः अविक्रियत्व अवधारण आसनक्रियायाश्च अधिकरणापेक्षत्व तदनपेक्षत्वाच्च सन्न्यासस्य सम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः न निक्षेपार्थः तस्मात् गीताशास्त्रे आत्मज्ञानवतः सन्न्यासे एव अधिकारः न कर्मणि इति तत्र तत्र उपरिष्टा आत्मज्ञानप्रकरणे दर्शयिष्यामः प्रकृतं तु वक्ष्यामः तत्र आत्मनः अविनाशित्वं प्रतिज्ञातं तत् किमिव इति उच्यते वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि तथा तद्वदेव शरीराणि विहाय जीर्णानि अन्यानि संयाति सङ्गच्छति नवानि देहि आत्मा पुरुषवतो अविक्रिय इव इत्यर्थः कस्मादविक्रिय इव इति आह नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापं न शोषयति मारुतः येनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि निरवयवत्व न अवयवविभागं कुर्वन्ति शस्त्राणि अस्याधीनि तथा न येनं दहति पावकः अग्निरपि न भस्मीकरोति तथा न च येनं क्लेदयन्ति आपः अपां हि सावयवस्य वस्तुना आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यं तत् न निरवयवे आत्मनि सम्भवति तथा स्नेहद्रव्यं स्नेहशोषणेन नाशयति वायुः येनं तु आत्मानं न शोषयति मारुतोऽपि यतः इयं तस्मा अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योषोष एव च नित्यः सर्वगतस्थाणुः अचलोऽयं सनातनः यस्मात् अन्योन्यनाशहेतुभूतानि येनम् आत्मानं नाशयितुं न उत्सहन्ते अस्यादीनि तस्मात् नित्यः नित्यत्वात् सर्वगतः सर्वगतत्वात् स्थाणुः इव स्थिरः इत्येतत् स्थिरत्वात् अचलः अयम् आत्मा अतः सनातनः चिरन्तनः न कारणात् कुतश्चित् निष्पन्नः अभिनवः इत्यर्थः नैतेषां श्लोकानां पवनरुक्तिं चोदनीयम् यतः एकेन श्लोकेन आत्मनः नित्यत्वम् अविक्रियत्वं च उक्तं न जायते म्रियते वा इत्यादिना तत्र यदेव आत्मविषयं किञ्चित् उच्यते तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते किञ्चित् शब्दतः पुनरुक्तं किञ्चिदर्थतः इति दुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणां असंसारित्व बुद्धि गोचरताम अपन सतु अव्यक्तम तत्व संसार निवृत्ति स्यादिति किंच अव्यक्तोयम अचिंत्योयम अविकार्योयम उच्यते तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि सर्वकर्ण विषयत्व न व्यज्यते इति अव्यक्तः अयम् आत्मा अत एव अचिन्त्यः यद्धि इन्द्रियगोचरः तं चिन्ताविषयत्वम् आपद्यते अयं तु आत्मा अनिन्द्रियगोचरत्वात् अचिन्त्यः अत एव अविकार्यः यथा क्षीरं दध्यासञ्चनादिना विकारी न तथा अयमात्मा निर्वयत्वाच्च अविक्रियः न हि निर्वयं किञ्चित् विक्रियात्मकं दृष्टम् अविक्रियत्व अविकार्यः अयमात्मा उच्यते तस्मात् एवं यथोक्तप्रकारेण येनम् आत्मानं विदित्वा त्वं न अनुशोचितुमर्हसि हन्त अहमेषां मयि ते हन्यन्ते इति आत्मनः अनित्यत्वम् अभ्युपगम्य इदमुच्यते अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहुं नैवं शोचितुमर्हसि अथ च इति अभ्युपगमार्थः एनं प्रवृत्तम् आत्मानं नित्यजातं लोकप्रसिद्ध्य प्रत्यनेकशरीरोत्पत्तिजातो जात इति मन्यसे तथा प्रतितद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृतः इति तथापि तथा भावेपि आत्मनि त्वं महाभावो न एवं शोचितुमर्हसि जन्मवतो जन्म नाशवतो नाशश्च इति एतौ अवश्यं भाविनन्ति तथा च सति जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च तस्मादपरिहार्यो अयं जन्ममरणलक्षणोऽर्थः तस्मिन्नपरिहार्ये अर्थे न त्वं शोचितुमर्हसि कार्यकरणसङ्गातात्मकान्यपि भूतानि उद्दिश्य शोको न युक्तः कर्तुं यतः अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तानि धनान्येव तत्र कापरिदेवन अव्यक्तादीनि अव्यक्तम् अदर्शनं अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसङ्गातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि अव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि मरणादूर्ध्वमपि अव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः तथा च उक्तम् अदर्शनादापतितः पुनश्च अदर्शनं गतः नासौ तवन तस्य त्वं वृथा का परिदेवन इति तत्र का परिदेवन को वा प्रलापः अदृष्टदृष्टप्रणष्टभ्रान्तिभूतेषु भूतेषु इत्यर्थः दुर्विज्ञेयोऽयं प्रभृत आत्मा किं त्वामेव एकम् उपालभे साधारणीभ्रान्तिनिमित्ते कथं दुर्विज्ञेयो अयमात्मा इत्यतः आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनमन्यशृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अकस्मात् दृश्यमानं तेन तुल्यम् आश्चर्यवत् आश्चर्यमिव एनम् आत्मानं पश्यति कश्चित् आश्चर्यवत् एनं वदति तथैव च अन्यः आश्चर्यवच्च एनम् अन्यः शृणोति श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित् अथवा योऽयम् आत्मानं पश्यति स आश्चर्यतुल्यः यो वदति यश्च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवति। अतो दुर्बोधात्मा इत्यभिप्रायः। अथ इदानीं प्रकरणार्थम् उपसंहरणं ब्रूते। देही नित्यमवध्योऽयं देही सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि। देही शरीरे नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयत्व नित्यत्वच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात् स्थावरादिषु स्थितोऽपि सर्वस्य प्राणजातस्य देहे वध्यमानेऽपि अयं देही न वध्यः। यस्मात् तस्मात् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि। इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न सम्भवति इत्युक्तं न केवलं परमार्थतत्त्वापेक्षायामेव किन्तु स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि। धर्म्याद्ययुद्धाच्छ्रेयोऽन्यतं क्षत्रियस्य न विद्यते। स्वधर्ममपि स्वधर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुं नार्हसि। क्षत्रियस्य स्वाभाविकधर्म आत्मस्वाभाव्यादित्यभिप्राय तच्च युद्धं पृथ्वीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम्। तस्मात् धर्म्यायुद्ध श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात् कुतश्च तद्युद्धं कर्तव्यमिति उच्यते। यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं सुखिनः क्षत्रियाः पार्थं लभन्ते युद्धमीदृशम्।